यतः एवम् अतः श्रेयां स्वधर्मो विगुणः परधर्मास्वनुष्ठितां स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम्। श्रेयान् प्रशस्यतरः स्वधर्मः स्वधर्मः विगुणोऽपि इति अपिशब्दो द्रष्टव्यः। परधर्म स्वभावनियतं स्वभावेन नियतं यदुक्तं स्वभावजम् इति तदेव उक्तं स्वभावनियतम् इति। यथा विषजातस्य कृमेः विषं न दोषकरं तथा स्वभावनियतं कर्म कुर्वन् न आप्नोति किल्बिषं पापम्। स्वभावनियतं कर्म कुर्वाणां विषजः इव कृमिः किल्बिषं न आप्नोति इति उक्तम्। परधर्मश्च भयावहः इति अनात्मज्ञश्च न हि कश्चित् क्षणमपि अकर्मकृत् तिष्ठति इति। अतः सहजं कर्म कौन्तेयं सदोषमपि न त्यजेन् सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृता। सहजं सह जन्मना एव उत्पन्नं किं तन् कर्म कौन्तेय सदोषमपि त्रिगुणात्मकत्वात् न त्यजेत्। सर्वारम्भाः आरभ्यन्ते इति आरम्भाः सर्वकर्माणि इत्येतत्। प्रकरणात् ये केचित् आरम्भाः स्वधर्माः परधर्माश्च ते सर्वैः यस्मान् त्रिगुणात्मकत्वम् अत्र हेतुः त्रिगुणात्मकत्वदोषेण धूमेन सहजेन अग्निरिव आवृतः। सहजस्य कर्मणः स्वधर्माख्यस्य परित्यागेन परधर्म अनुष्ठानेऽपि दोष नैव मुच्यते भयावहश्च परधर्मः। न च शक्यते अशेषतः त्यक्तुम् अज्ञेन कर्म यतः तस्मान्न त्यजेदित्यर्थः। किम् अशेषतः त्यक्तुम् अशक्यं कर्म इति न त्यजेत्? किं वा सहजस्य कर्मणः त्यागो दोषो भवति इति? किञ्च अतः यदि तावत् अशेषतः त्यक्तुम् अशक्यमिति न त्याज्यं सहजं कर्म एवं तर्हि अशेषतः त्यागे गुण एव स्यादिति सिद्धं भवति। सत्यमेवम् अशेषतः त्याग एव न उपपद्यते इति चेत् किं नित्यप्रचलितात्मकः पुरुषः यथा साङ्ख्यानां गुणः? किं वा क्रिया एव कारकं यथा बौद्धानां स्कन्धाः क्षणप्रध्वंसिनः? उभयतापि कर्मणः अशेषतः त्यागः न सम्भवति। अथ तृतीयोऽपि पक्षः यदा करोति तदा सक्रियं वस्तु यदा न करोति तदा निष्क्रियं तदेव। तत्र एवं सति शक्यं कर्म अशेषतः त्यक्तुम्। अयं तु अस्मिन् तृतीये पक्षे विशेषः न नित्यप्रचलितं वस्तु नापि क्रिया एव कारकं। किं तर्हि? व्यवस्थिते द्रव्ये अविद्यमाना क्रिया उत्पद्यते विद्यमाना च विनश्यति। शुद्धं तद्द्रव्यं शक्तिमद् अवतिष्ठते इति एवम् आहुः काणाद तदेव च कारकम् इति। अस्मिन् पक्षे को दोषः इति? अयमेव तु दोषः यतस्तु अभागवतं मतमिदं। कथं ज्ञायते? यतः आह भगवान् नासतो विद्यते भावः इत्यादि। काणादानां हि असतः भावः सतश्च अभावः इति इदं मतम् अभागवतम्। अभागवतमपि न्यायवच्चेत् को दोषः इति चेत् उच्यते दोषवत्त्व इदं सर्वप्रमाणविरोधात्। कथम्? यदि तावत् व्यणुकादिद्रव्यं प्राक् उत्पत्तेः अत्यन्तमेव आसन् उत्पन्नं च स्थितं कञ्चित् कालं पुनः अत्यन्तमेव असत्त्वम् आपद्यते तथा च सति असदेव सज्जायते सदैव असत्त्वम् आपद्यते अभावः भावो भवति भावश्च अभावो भवति। तत्र अभावः जायमानः प्रागुत्पत्तेः शशविषाणकल्पः समवायि असमवायिनिमित्ताख्यं कारणम् अपेक्ष जायते। न च एवम् अभावः उत्पद्यते कारणं च अपेक्षते इति शक्यं वक्तुम्। असतां शशविषाणादीनाम् अदर्शनात् भावात्मकाश्चेद्गटादयः उत्पद्यमानाः किञ्चिद् अभिव्यक्तिमात्रे कारणम् अपेक्षा उत्पद्यन्ते इति शक्यं प्रतिपत्तम्। किञ्च असतश्च सतश्च सद्भावे असद्भावे न क्वचित् प्रमाणप्रमेयव्यवहारेषु विश्वासः कस्य स्यात्? सत् सदैव असत् असदैव इति निश्चय अनुत्पत्तेः। किञ्च उत्पद्यते इति द्व्यणुकादेः द्रव्यस्य स्वकारणसत्तासम्बन्धमाहुः। प्राक् उत्पत्तेश्च असन् पश्चात् कारणव्यापारम् अपेक्षा स्वकारणैः परमाणुभिः सत्तया च समवायलक्षणेन सम्बन्धेन सम्बध्यते। सम्बद्धं सत् कारणसमवेतं सद्भवति। तत्र वक्तव्यं कथम् असतः स्वं कारणं भवेत् सम्बन्धो वा केनचित् स्यात्? न हि वन्ध्यापुत्रस्य स्वं कारणं सम्बन्धो वा केनचित् प्रमाणतः कल्पयितुं शक्यते। ननु नैवं वैशेषिकैः अभावस्य सम्बन्धः कल्प्यते। ज्वणुकादीनां हि द्रव्याणां स्वकारणसमवायलक्षणः सम्बन्धः सतामेव उच्यते इति न सम्बन्धात् प्राक् सत्त्वानभ्युगम। न हि वैशेषिकैः कुलालदण्डचक्रादिव्यापारात् प्राक् घटादीनाम् अस्तित्वम् इष्यते, न च मृद एव घटादि आकारप्राप्तिमिच्छन्ति। ततश्च असतः एव सम्बन्धः परिशिष्य इष्टो भवति। ननु असतोपि समवायलक्षणः सम्बन्धः न विरुद्धः न वन्ध्यापुत्रादीनाम् अदर्शनः। घटादेरेव प्रागभावस्य स्वकारणसम्बन्धो भवति न वन्ध्यापुत्रादेः। अभावस्य तुल्यत्वेऽपि इति विशेषः अभावस्य वक्तव्यः। एकस्य अभावः द्वयोः अभावः सर्वस्य अभावः प्रागभावः प्रध्वंसाभावः इतरेतराभावः अत्यन्ताभावः इति लक्षणतो न केनचित् विशेषो दर्शयितुं शक्यः। असति च विशेषे घटस्य प्रागभावः एव कुलालादिभिः घटभावम् आपद्यते सम्बध्यते च भावेन कपालाख्येन। सम्बद्धश्च सर्वव्यवहारयोग्यश्च भवति, न तु घटस्यैव प्रध्वंसाभावः अभावत्वे सत्यपि इति प्रध्वंसादि अभावानां न क्वचिद् व्यवहारयोग्यत्वम्। प्रागभावस्यैव द्व्यणुकादिद्रव्याख्यस्य उत्पत्त्यादिव्यवहारहत्वम् इति एतत् असमञ्जसम्। अभावत्व अविशेष अत्यन्तप्रध्वंसाभावयोरिव। ननु नैव अस्माभिः प्रागभावस्य भावापत्तिः उच्यते, भावस्यैव तर्हि भावापत्तिः। यथा घटस्य घटापत्तिः, पटस्य वा पटापत्तिः, एतदपि अभावस्य भावापत्तिवदेव प्रमाणविरुद्ध। साङ्ख्यस्यापि यः परिणामपक्षः सोऽपि अपूर्वधर्मोत्पत्तिविनाश अङ्गीकरणात् वैशेषिकपक्षात् न विशिष्यते। अभिव्यक्तितिरोभाव अङ्गीकरणेऽपि अभिव्यक्तितिरोभावयोः विद्यमानत्व अविद्यमानत्वनिरूपणे पूर्वदेव प्रमाणविरोधः। एतेन कारणस्यैव संस्थानम् उत्पत्त्यादि इति एतदपि प्रत्युक्तम्। पारिशेष सत् एकमेव वस्तु अविद्यय उत्पत्तिविनाशादिधर्मैः अनेकधा नटवत् विकल्पित इति। इदं भागवतं मतम् उक्तं नासतो विद्यते भावः इति अस्मिन् श्लोके। सत्प्रत्ययस्य अविविचार व्यविचाराच्च इतरेषामिति। कथं तर्हि आत्मनः अविक्रियत्वे अशेषतः कर्मणः त्यागः न उपपद्यते इति? यदि वस्तुभूताः गुणाः यदि वा अविद्या कल्पितः तद्धर्मः कर्म, तदा आत्मनि अविद्याध्यारोपितमेव इति अविद्वान् न हि कस्य क्षणमपि अशेषतः त्यक्तुं शक्नोति इति उक्तम्। विद्वांस्तु पुनः विद्यया अविद्यायां निवृत्तायां शक्नोत्येव अशेषतः कर्म परित्यक्तुम्। अविद्याध्यारोपितस्य शेष अनुपपत्ते न हि तैमिरिकदृष्ट्या अध्यारोपितस्य द्विचन्द्रादेः तिमिर अपगमेऽपि शेषः अवतिष्ठते। एवं च सति इदं वचनम् उपपन्नं सर्वकर्माणि मनसा इत्यादि। स्वे स्वे कर्मण्यविरतः संसिद्धिं लभते नरः, स्वकर्मणा तमभ्यर्थ्य सिद्धिं विन्दति मानवः इति च। या कर्मजा सिद्धिः उक्ता ज्ञाननिष्ठायोग्यतालक्षणं तस्याः फलभूता नैष्कर्म्यसिद्धिः ज्ञान्यष्टालक्षणा च वक्तव्या इति श्लोकः आरभ्यते. आसक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति. असक्तबुद्धिः, असक्तसङ्गरहितबुद्धिः अन्तःकरणं यस्य, सः असक्तबुद्धिः. सर्वत्र पुत्रधारादिषु आसक्तिनिमित्तेषु जितात्मा, जितः वशीकृतः आत्मा अन्तःकरणं यस्य, सः जितात्मा. विगतस्पृहः, विगतस्पृहात्तृष्णा देहजीवितभोगेषु यस्म, सः विगतस्पृहः. यः एं भूतः आत्मज्ञः, सः नैष्कर्म्यसिद्धिं निर्गतानि कर्माणि यस्म निष्क्रियब्रह्मात्मसम्बोधात्, सः निष्कर्म, तस्य भावः नैष्कर्म्य. नैष्कर्म्यञ्च ततो सिद्धिश्च सा नैष्कर्म्यसिद्धिः. निष्कर्मत्वस्य वा निष्क्रियात्मस्वरूप अवस्थानलक्षणस्य सिद्धिः निष्पत्तिः. तां नैष्कर्म्यसिद्धिं परमप्रकृष्टं कर्मजसिद्धिविलक्षणं सद्योमुक्त्यवस्थानरूपां संन्यासेन सम्यग्दर्शनेन तत्पूर्वकेण वा सर्वकर्मसंन्यासेन अधिगच्छति, प्राप्नोति. तथा च उक्तं सर्वकर्माणि मनसा संन्यस्य नैव कुर्वन्न कार्यन्नास्ते इति. पूर्वोक्तेन स्वकर्मानुष्ठानेन ईश्वराभ्यर्चनरूपेण जनितां प्रागुक्तलक्षणां सिद्धिं प्राप्तस्य उत्पन्न आत्मविवेकज्ञानस्य केवल आत्मज्ञाननिष्ठारूप नैष्कर्म्यलक्षणासिद्धिः येन क्रमेण भवति तत् वक्तव्यमिति आह.